अस्माकं हलसन्धि अस्ति तत्र इदानीं तु प्रथमविषयः अस्ति यत् इदानीं जालपुटस्य परिवर्तनम् अभवत् तर्हि अत्र गूगल् सैट्स् मध्ये इदानीं करपत्राणि ध्वनिमुद्रणानि न सन्ति इदानीं नूतन जालपुटमस्ति वर्ल्ड् संस्कृत् डाट् नेट् तत्र मम अत्र अद्य यत् मया ई पत्रं प्रेषितं तस्मिन् नूतन सङ्केतः अस्ति कृपया तदेव इदानीं गृह्णन्तु सर्वे अत्र पुरातन यत् जालपुटम् अस्ति तत् इदानीं कार्यं न करोति तर्हि तत्र मा गच्छतु अस्तु तर्हि अत्र अस्माकं किञ्चिदेव अवशिष्टमस्ति हलसन्धि प्रथमपाठे तद् शीघ्रं समाप्य द्वितीयपाठे इदानीम् अद्य गमिष्यामः तर्हि मीना महोदय अस्माकम् अभ्यासः इदानीं प्रचलति तत्र यं युगन्त धातूनां कृते लङ् लकारस्य प्रथमपुरुष मध्यमपुरुषस्य एकवचनान्तरूपाणि कथं भवन्ति इति अस्माकम् इदानीम् अभ्यासः अस्ति तत्र अस्माभिः प्रच्छ दुह मघि व्रश्च इति अस्माभिः समाप्तम् इदानीम् अस्ति स्यन्दु स्यन्दु तर्हि मीना महोदय प्राप्नोति वा प्राप्तं महोदय अहं सिद्धा नास्मि गृहकार्यं न कृतं चिन्ता नास्ति प्रयत्नं करोतु अत्र नूतनं किमपि नास्ति अस्माभिः पूर्वमपि पठितं फलसन्धिविषये स्यन्दु इति अस्ति तत्र उकारस्य इति संज्ञा कृत्वा स्यन्द् इति लघुधातु भवति तत्र स्यन्द् मध्ये इदानीं सा स्यन्द इति यङ् लुगन्धधातोः लङ्लकारस्य मध्यमप्रथमपुरुष मध्यमपुरुष एकवचनरूपाणि एकवचनरूपे वदतु असास्यं भवति लङ्लकारे अडागमः असास्यम् असास्यं योगः हल्न्याभ्योर् दीर्घात् सुति रिक्तं हल्लोपः इति तकारलोपः असास्यं तदनन्तरं असास्यं इति संयोगान्तस्य लोपः दकारलोपः असास्यन् असास्यन् इति रूपं भवति असास्यन् दकारस्य लोपः भवति संयोगान्तस्य लोपः अस्तु तदनन्तरमस्ति सृज् धातुः अस्ति सृज् धातु मध्ये तत्र सरी सृज् सृज् धातुः अस्ति तस्य यङ् लुगन्त भवति सरी सृज् तत्र सरी सृज् कथं निष्पद्यते इति यङ् लुगन्तपाठे वयं पक्ष्यामः वयं द्रक्ष्यामः तर्हि सरी सृज् इति भवति तस्य अमागमः कृत्वा तदपि अग्रे पठामः तत्र किमस्ति झलादि कित् झलादि अकित् प्रत्ययपरे सृज् धातोः तत्र अमागमः भवति तर्हि अत्र सरी सृज् मध्ये किं भवति सरी सृज् इति भवति अमागमः कृत्वा अत्र अत्र तस्य चिन्ता न मा करोतु सरी सृज् इति धातुः अस्ति इति सरी सृज् भवति तदेव अहं वदामि तत्र यङ् लुगन्तपाठे वयं द्रक्ष्यामः यङ् लुगन्तरूपं सरी सृज् कथं भवति सरी सृज् इति वयम् अग्रे पठामः द्रक्ष्यामः इदानीं सरी सृज् इति यङ् लुगन् धातुः अस्ति इति चिन्तयित्वा अग्रे इति गृहीत्वा साक्षात् गृहीत्वा अग्रे गच्छामः रघुपतिमहोदय सरी सृज् हा महोदय सरीसज् योग तकार अस्ति सरीसृज् एकवारं सरीसृज् इति खलु इदानीं सरीसृज् इति अस्तु सरीसृज् योग तकारः लङ्लकारस्य लङ्लकारे खलु असरिसृज् तकार इदानीं तकारस्य संयोग क्षम्यतां हल्ग्याब् दीर्घासु तीसि अर्थक्तं हल् इत्यनेन क्षम्यतां तत्र सरिसज् प्रथमं तत्र जकारस्य सृज एकवारं चषांशः इत्यनेन तत्र व्रश्च व्रश्च सृज मृज जयराज अवतत् क्षम्यतां तत्तु सन्धि अस्ति अस्तु इदानीं हल्ग्याब् दीर्घासु तीसि अत्र अपृक्तं हल् इत्यनेन लोपः भवति सरिसज् इदानीम् अस्ति इदानीम् अत्र षत्वं षत्वं भवति व्रश्च व्रश्च भ्रश्च सृज नृज जय राज ब्राज चषाम् अत्र सृज् इति अस्ति अतः तत्र सरि स्रश् इति भवति सरि स्रश् इदानीं तत्र सरि स्रश् तदनन्तरम् इदानीं सामान्यसूत्रमस्ति ओ सारि आसरिसृज् असरिस्रश् इति भवति इदानीं तत्र जलां दशोन्ति इति असरि स्रड् स्रड् इति भवति असरि स्रड् अथवा वावसाने असरि स्रट् इति रूपद्वयम् इति रूपद्वयं भवति अस्तु अग्रे मूर्च् तस्य मुमूर्च् इति भवति मूर्च् तस्य मुमूर्च् मुमूर्च् इति यङ् लुबन्धधातुः भवति मुमूर्च् तर्हि अत्र अग्रे कः अस्ति मदर महोदय वदतु आं महोदय लङ् लकारे वा मुमूर्ज् योगः तकारः तकारः हल्याभ्यो अधिक सुप्पित अपृक्तो हल् इति कारणेन लोपः भवति अङ्गकार्यं भवति मोमुर्ज् अस्ति तस्य अडागमः भूत्वा अमोमुर्ज् अस्ति गुण भवति मो गुण मो मोमुर् मोमुर्ज् गुणं कथं भवति उकारः उपधायां नास्ति खलु राल्लोपः इति कारणे चकारस्य लोपो भवति रेपानन्तरं वकारः वा चकारः अस्ति चेत् तस्य लोपो भवति जलि पद अन्ते अस्ति चेत् झल् झल् क्वि प्रत्यये परे अनुनासिकपरे झलादिप्रत्यये क्वि प्रत्ययः झलादिप्रत्ययः अस्ति अतः परे रेफात् परस्य चकारस्य लोपः भवति झलादिप्रत्यये परे तकारः झलादिप्रत्यये अस्ति अतः चकारस्य लोपः भूत्वा अमोमुर् मोमुर् तकारः इदानीं तकारलोपः भवति अल्याभ्यो तस्मादपि तस्मादपि पूर्वम् अङ्गकार्यमस्ति एकम् मोमुर् मुर् अस्ति इदानीम् उपधायाम् उकारः अस्ति खलु एकवारं चकारस्य लोपः भवति तर्हि अस्ति उकारः उपधायाम् अस्ति अतः किं भवति गुण भवति केन सूत्रेण पुगन्तलघुपदस्य च इति सूत्रेण मोमुर् मोमुर् अमोर् अमोमोर् अमोमोर् अग्रे तकारलोपः भवति तकारलोपः भवति तदनन्तरं करवसाने विसर्जनीय इति अनेन तकार रेपः विसर्गः भवति अमोमोः अमोमोः अमोमोः इति राल्लोपः इति नूतनम् आगच्छति अत्र यतोहि रेफात् परे चकारः अस्ति अमोमोः इति रूपं भवति लङ्लकारस्य अग्रे विजया महोदय अग्रे करोतु किमस्ति बुध् बो बुध् लङ्रूपं वा जि लङ्रूपं लङ्रूपं प्रथमं बुद्धि इति अस्ति, अनन्तरं पुगन्धलघुपतस्य इति सूत्रेण भो भवति, भो बुद्धि इति भवति. न पुगन्तलघु अस्ति इति सूत्रम् इति न भवति. तत्र यङ् यङ् लुबन्तस् प्रकरणे सूत्राणि सन्ति. तर्हि इदानीं बोबुद् इति धातुः अस्ति इति चिन्तयित्वा अग्रे गच्छतु. बोबुद् बोबुद् प्रथमम् अष्टाकमः भवति, अबो बुद् इति भवति, लङ्रूपं लङ्रूपं प्रथमं तकारः आगच्छति. तत्र हलादि अपि अस्ति, गुणकार्यं नास्ति. गुणकार्यं नास्ति वा हलादि? तकारः अस्ति खलु, उपित् अस्ति. प्रथमम् अस्तु अस्तु. तकारः अस्ति लङ्रूपे, अथवा तत्र हलादिपित् अस्ति, अतः तत्र गुणकार्यम् अस्ति. परन्तु सूत्रेण सार्वधातुक अर्धधातुकयोः इति सूत्रेण धातोः अन्ते इगन्धः अस्ति वा धातु? न न नास्ति. अबो बुद्ध योगः तकारः, तत्र हलादि पित् अस्ति. हलादि पित् अस्ति चेत् तत्र हलादि पित् अस्ति चेत् तत्र धातु धातुं पश्यतु खलु, धातु कीदृशी अस्ति, कीदृशः अस्ति? तत्र दकारस्य पूर्वं उकारः अस्ति, अतः उपधायाः दीर्घः इति सूत्रेण बो बोध् इति भवति वा? किं पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च इति सूत्रेण उपधाया स्थित उकारस्य गुणः भवति, अतः किं भवति? बो बोध् इति भवति. पुगन्तलघुपदस्य इति सूत्रेण तत्र उकारस्य स्थाने ओकारः भूत्वा भो बोध् इति भवति. अनन्तरं तकारः अस्ति, तकारः अल हलादि तत्र अबोबोध् इति भवति, अबोबोध् इति भवति. अनन्तरं तकारः अस्ति हल्ग्याभ्यो दीर्घात् हल्ग्यात् दीर्घात् सुति सप्रक्तम् इति सूत्रेण तकारस्य लोपः भवति. अनन्तरं अबोबोध् इति भवति. अग्रे अनन्तरं ताम् इति अस्ति, केवलम् एकवचनरूपं वदतु. तकार अबोबोध् अस्ति, अग्रे किं समाप्तं वा? तावदेव समाप्तं तावदेव खलु. तत्र अबोबोध् एव अग्रे हल् सन्धिकार्याणि सन्ति खलु. अबोबोध् किम् अस्ति? एकनिमिष विजयमहोदय, इदानीं का प्रक्रिया समाप्ता वा? अल् सन्धिकार्याणि न करणीयानि वा? तत्र बोध चतुर्थ दकारः अस्ति, अतः तत्र दादेर् न एतत् न आगच्छति. एकाचो बशो बश् जशन्तस्य सुद्भोः इति सूत्रेण तत्र अबोबोध् इति अस्ति. किमस्ति पुनः वदतु? अबोबोध् इति भवति एकाचो बशो बस् बशो बश् सूत्रं समीचीनम् अस्ति. तर्हि किं परिवर्तनं भवति? तत्र तृतीयस्थाने चतुर्थवर्णः आगन्तव्यम्. अतः कस्य अत्र कस्य वर्णस्य किं परिवर्तनं भवति? अत्र तृतीयवर्णः आगच्छति वा? हा, कस्य किं कः कः तृतीयः वर्णः? अत्र बकारद्वयमस्ति खलु, अबोबोद् इति अस्ति, एतत् चतुर्थवर्णः अस्ति खलु अबोबोद् इति सूत्रं सम्यक् अस्ति. अत्र बकारद्वयमस्ति खलु, प्रथमबकारः अस्ति, द्वितीयबकारः अस्ति, कस्य परिवर्तनं भवति? अस्तु अस्तु अस्तु, तत्र तृतीयवर्णस्य स्थाने चतुर्थवर्णः आगच्छति, अतः तत्र अबो बोध् इति भवति. न, मम प्रश्नः भवती न अवगति अवगति अवगतवती. अत्र बकारद्वयमस्ति खलु, बो बोध्, एकबकारः आदौ आगच्छति, अन्तिम अन्यबकारः मध्ये आगच्छति, कस्य बकारस्य परिवर्तनं भवति इति मम प्रश्नः. परिवर्तनं भूत्वा कः वर्णः आगच्छति इति द्वितीयप्रश्नः. द्वितीयस्थाने बकारः अस्ति खलु, एतत् अभ्यासे नास्ति, द्वितीयवर्णस्य एव. तर्हि तत्र एकाच बशुभज् अस्ति खलु, तर्हि एकाच भागः यत् अस्ति तस्य परिवर्तनं, तर्हि एकाच भागः अस्ति, अन्तिमे यद् बोध भवति तत् एकाच भागः अस्ति खलु, अतः द्वितीयबकारस्य परिवर्तनं भूत्वा किं कः वर्णः आगच्छति? चतुर्थवर्णः आगच्छति. तर्हि चतुर्थवर्णः कः अस्ति वदतु? बकारः, अबोबोध् इति भवति. तर्हि अबोबोध्, सम्यक् अस्ति, सर्वे अवगच्छन्ति खलु? प्रश्नः अस्ति वा कस्यापि? अबोबोध्. इदानीम् अग्रे किं भवति महोदय? अग्रे तत्र चतुर्थदकारः अस्ति, तत् स्थाने जलां जषन्ति इति सूत्रेण दकारः आगच्छति, अबोबोध् इति भवति. अनन्तरं वा अवसाने इति सूत्रेण प्रथमतकारः आगच्छति, अबोबोत् इति भवति. तर्हि रूपद्वयं भवति, अबोबोद् अथवा अबोबोत् तकारः. आम्, विकल्पेन विकल्पेन. अवगच्छन्ति वा सर्वे? आं महोदय, तत्र किञ्चित् महोदय तत्र धातो एका च दशन्तस्य किञ्चित् पुनः वदतु महोदय, तत् किञ्चित् भ्रमः भवति मम तत्र. किमस्ति एकाचो बशो बष् जषन्तस्य स्थोः इति सूत्रमस्ति. तर्हि एकैकं पद प्रत्येकपदं वयं द्रक्ष्यामः. प्रथमपदमस्ति एकाच, तर्हि एकाच तत्र धातु मध्ये एकाच भागः भवेत्. तर्हि बोबुध् मध्ये तत्र अन्तिमे बोध् इति एकाच भागः अस्ति खलु, बोध् बोध् इति एकाच इति आच द्वयमस्ति खलु महोदय, तत्र किं भवति अत्र द्वयं? धातुः सम्पूर्णधातुः एकाच भवेत् इति न, धातु मध्ये एकाच भागः भवेत्. कीदृशः एकाच भागः भवेत्? तस्य एकाच भागस्य तत्र प्रथमवर्ण आदौ वर्णः यत् अस्ति बश् तत्र एकाच भागः भवेत्, तत् एकाच भागस्य अन्ते झष् प्रत्याहारस्य वर्णः भवेत्, नाम चतुर्थवर्णः. तर्हि अत्र बोबुध् मध्ये बोबोध् मध्ये एकाच भागः मया न अवगतम्. शृणोतु, सम्पूर्णधातुः एकाच भवेत् इति नास्ति, धातु मध्ये एकाच भागः भवेत्. एकाच भागः इत्युक्ते तादृशभागः यस्मिन् एक एव स्वरः अस्ति. तर्हि एक स्वरः द्वि अस्ति, द्वे स्वरः. शृणोतु, एकाच स्वरः भवेत्, अपि च तद्भागः कीदृशः भवेत्? तस्य अन्ते झष् वर्णः भवेत्. तर्हि अत्र यथा मीना महोदय वदति, अत्र स्वरद्वयमस्ति, परन्तु तत्र बोध् इति पश्यतु, बोध् इति एकः भागः अस्ति खलु, बोध् मध्ये बोध् इति एकः भागः अस्ति, तत्र एकाच भागः अस्ति, एकः वर्णः अस्ति, अपि च तस्य अन्ते झष्वर्णः अस्ति झकारः खलु अतः अस्मिन् अस्मिन् धातौ एकाच भागः अस्ति यस्य अन्ते झष्वर्णः भवति बोध् इति भागः अस्ति तर्हि तदनन्तरं तस्य यदि तदनन्तरं यदि सकारादिप्रत्ययः अस्ति अथवा धका अध्वम् इति प्रत्ययः अस्ति अथवा पदान्ते अस्ति तर्हि अत्र पदान्ते अस्ति खलु तर्हि बश् प्रत्याहारस्य स्थाने बश् प्रत्याहारवर्णस्थाने नाम तृतीयप्रत्याहारवर्णस्य स्थाने तत्र स्थाने अन्तर्तमः भष् प्रत्याहारस्य नाम चतुर्थवर्णः आगच्छति तर्हि अत्र किमस्ति एकाच भागः भवेत् तस्य प्रथमवर्णः भवेत् भष् नाम तृतीयवर्णः एकाच भागः यस्य प्रथमवर्णः भवेत् बश् तृतीयवर्णः अन्तिमवर्णः भवेत् झष् नाम चतुर्थवर्णः तस्य तत्र तृतीयवर्णस्य स्थाने चतुर्थवर्णः भवति नाम थ्री फोर् बिकम्स् फोर् फोर् कदा अग्रे सकारादिप्रत्ययः भवेत् धम् भवेत् अथवा पदान्त भवेत् यत्र बोध मध्ये पदान्ते अस्ति पदान्त अस्ति अत्र तर्हि बोध इति एकाच भागः अस्ति यस्य प्रथमवर्णः अस्ति बकारः तृतीयवर्णः अस्ति बश् प्रत्याहारे आगच्छति अन्तिमवर्णः अस्ति धकारः चतुर्थवर्णः झष् प्रत्याहारे आगच्छति अतः सूत्रस्य प्रसक्तिः भूत्वा बकारस्य स्थाने धकारः आगच्छति तर्हि अबोबोध भवति अबोबोध अवगच्छन्ति वा खलु आं महोदय इदानीम् अहं वदामि तत्र एकाच भागः यस्य यद्यपि अत्र अच्च द्वयमस्ति एकाच भागः यः एकाच भागः यस्मिन् प्रथमवर्णः बश् वर्णः अस्ति द्वितीयवर्णः अन्तिमवर्णः जश् अन्तः अस्ति चेत् तद् भवति इदानीं बो भुत् इति स्वीकुर्मः चेत् तत्र बकार भकार अस्ति चेत् अत्र तदपि प्रथमबकारस्य जस्त्वं जस्तं भवितुमर्हति खलु केवलं तत्र उदाहरणार्थं बो भुद् बकार ओकार भकार अस्ति चेत् किं भवति तत्र बो भुत् इति स्वीकुर्मः बो भुत् इति तर्हि अत्र बकारद्वयं प्रथमबकार अस्ति द्वितीयबकार भकार अस्ति चेत् तदपि दशन्त अङ्गं भवति एकाच दश अङ्गं भवति भवितुमर्हति खलु तादृश न सूत्रस्य नास्ति परन्तु तादृश यस्य अङ्गं यस्मिन् भागे एकाच अस्ति तस्य प्रथमवर्णः तृतीय अस्ति अपि च अन्तिम वर्णः तत्र दश अस्ति चेत् भवति अस्तु अस्तु धन्यवादः निमित्तं भवेत् सकारादिप्रत्ययः ध्वं प्रत्ययः अथवा अन्ते पदान्ते आमां सत्यम् अतः अत्र आगच्छ अत्र आगच्छन्ति वा एकाचो बशो तस्मिन् समये किं भवति वा महोदय बोध् इति बश् इति प्रथम स्वरः द्वितीयस्वरः जष् अस्ति तस्मिन् समये किं भवति न तत्र सूत्रस्य कार्यं न भवति खलु तत्र तस्य अग्रे उकारः अत्र सकारादिप्रत्ययः ध्वं प्रत्ययः अथवा पदान्ते न भवति खलु अतः सूत्रं कार्यं न करोति न कार्यं करोति अत्र इदानीं यदि यथा महोदय वदति यदि बो भोध् इति किमपि अस्ति अत्र बोभ् इति अपि एकाच भागः अस्ति प्रथम बश् अस्ति अनन्तरं झष् अस्ति परं तस्मात् अनन्तरम् ओकारः अस्ति खलु सकारादिप्रत्ययः नास्ति झषन् ध्वं नास्ति पदान्ते नास्ति अतः सूत्रं कार्यं न करोति अतः द्वितीयभागं यत् अस्ति बोध् तत्र एव सूत्रस्य प्रसक्तिः भवति यतोहि तद् पदान्ते अस्ति अबोबोध् इति अबोबोध् इति द्वितीयबोध् समये अत्र एव कार्यं भवति वा अबोबोध् इति अस्ति अबोबोध् तत्र द्वितीयबोध् अबो नास्ति बोध् तत्र एव कार्यं भवति वा? अतः द्वितीयबकारस्य एव बकारः भवति, प्रथमबकारः तादृशमेव तिष्ठति. ओके, कार्य अनन्तरम् अभोभोग् अभोभोग् भवति चतुर्थबकारः. चतुर्थबकारः भवति सति अभोभोद्, तदनन्तरम् अभोभोद् अभोभोद् वा करवसामि अभो वा अवसाने अभोभूत् वा जलाञ्जशोद् अभोभोद् अभोभोद् अभोभूत् अवगच्छन्ति? अवगतम् अवगतं महोदय. अस्तु अग्रे लाठी, तर्हि लाठी मध्ये इदित् अस्ति, अतः इदितो नुम् आगमः इति सूत्रेण लाञ्च् इति भवति. लाञ्च् लाञ्च् तस्य लालाञ्च् इति यङ्लुबन्ध धातु भवति लालाञ्च्. तर्हि तत्र लालाञ्च् लालाञ्च् धातु अस्ति, तस्य कार्यं कथं भवति इति अग्रे पश्यामः. मीना महोदय भवती एव करोतु लालाञ्च्. इति तदनन्तरं लालाञ्च् योगः तकारः लालाञ्च् योगः अलालाञ्च् क्षम्यताम् अलागमः अलालाञ्च् योगः इत् तकारः कत्र किं सूत्रं भवति महोदय? हल्याप्यो तकारः लोभः सम्यक् न श्रुतं, न श्रूयते महोदय. भिन्नभिन्न खण्डितः भवति महोदय. न न भवतः ध्वनिः खण्डितः भवति तत्र भिन्नभिन्न कट् भवति कट् कट् इदानीम् अस्ति. न श्रूयते महोदय, न श्रूयते. मध्ये मध्ये खण्डनं भवति महोदय, तत्र न श्रोतुं शक्नुमः. मध्ये मध्ये कट् कट् भवति इदानीमपि. आमाम् इदानीमपि मध्ये मध्ये बहु. अस्तु अहं पुनः आगच्छामि. अहं तु पोस्ट् अस्मि खलु. इदानीं सम्यक् अस्ति, अस्ति वा? हा इदानीं सम्यक् अस्ति, इदानीम् अस्ति, श्रोतुं शक्नोति वा? इदानीं शृणोमि महोदय. अलालाञ्च् अलालाञ्च् योगः तकारः हल्न्याप्यो सूत्रेण तकारः हल्न्याप्यो दीर्घासु सुति अपृक्तं हल् सुति सुति अपृक्तं हल् तकारः लोपः अलालाञ्च् तदनन्तरम् अलालाञ्च् सुक् सहितचकारः अस्ति तत्र. आम् अस्ति, अलाला नकारः अस्ति अलालाञ्च्. संयोगान्तस्य लोपः अलालाम् अलालाम् अग्रे द्रौपदी महोदय. हा अस्तु ब्रच् बा ब्रच् इति लुगन्तदातु अस्ति, यङ् लुगन्तदातु अस्ति, अबा ब्रच् योग तकार अस्ति, अबा ब्रच् तत्र इदानीं ब्रच् एकवारं तत्र ब्रश्चस्य अनन्तरं भवति, अस्तु हल्ग्याब् दीर्घात् सूति एकवारं सकार अस्तु हल्ग्याब् दीर्घ सूतिस्य पृथ्वः इत्यनेन अबा अबा ब्रच् इति इति अस्ति. इदानीं सकारः इदानीं संयोगः अस्ति अतः संयोगात् तस्य लोपः भवेत् परन्तु तत् प्रभाद्य स्कोः संयोगादयन्ते च इत्यनेन सकारस्य लोपः भवति अबा ब्रज् इति भवति अबा ब्रज् अबा ब्रज् इदानीं अबा ब्रज् इदानीं तत्र अबा ब्रज् अनन्तरम् इदानीं तत्र चषांशः इत्यनेन व्रश्च ब्रश्च त्रिज मृज जयराज ब्राज चषांशः इत्यनेन अबा ब्रश् इति भवति इदानीम् अनन्तरम् अबा ब्रश् इदानीं तत्र जलां दशवन्ते इत्यनेन अबा ब्रड् इति भवति अबा ब्रड् अबा ब्रट् इति वावसानि इत्यनेन अबा ब्रट् रूपद्वयं स्कोः अबा ब्रस् इति अस्ति अबा ब्रस् योग तकारः तकार हल हल्गाब दीर्घ सूतिस्य पृथम् हलितन लोपः अबा ब्रस् इति अस्ति इदानीं सामान्यसूत्रमस्ति संयोगान्तस्य लोप इत्यनेन जकारस्य लोपः भवेत् अबा ब्रस् इति भवेत् परन्तु स्कोः संयोगान्त अन्त्यो अन्त्ये च इत्यनेन अन्ते सकार जकारः अस्ति चेत् तत् सकार ककार अस्ति चेत् संयोगः अस्ति चेत् तत्र सकारस्य एव सकारस्य ककारस्य लोपः भवति अतः सकारस्य लोपः इदानीं अबा ब्रज् इदानीं तत्र अबा ब्रज् अस्ति अबा ब्रज् इदानीं तत्र ब्रश्च ब्रश्च इदानीं तत्र षत्वं भवति तन्त्र सामान्यकार्यमस्ति अबा ब्रड् अबा ब्रश् अबा ब्रड् अबा ब्रट् इति महोदय तत्र श्रूयते वा महोदय तत्र इदानीं तत्र सकारस्य लोपः भवति चेदपि व्रश्च व्रश्च कार्यं करोति वा तादृश अस्ति वा एक एकदेशविकृतिवत् वा तादृश अस्ति वा धातु धातु धातु तस्य न जहाति अस्तु अस्तु तत् धातु एव भवति अस्तु अग्रे मन्दरं महोदय दद् आं महोदय दद् दादद् लङ् लकारे अकाड अडागमः दादद् योगः तकारः तकारः तकारः हल्याभ्यो दीर्घात् श्रुतिसप्रकृतं हल् इति कारणेन तकारस्य लोपो भवति तदनन्तरं दा अदा दद् एकाचो इति बशो बश् श दशान्तस्य स्तोः कार्यं करोति महोदय अत्र अत्र ततः अदा अदा दद् चतुर्थ दकारः अदा दद् तदनन्तरं जश्वं भवति अदा दद् तृतीया दकारः तदनन्तरं चत्वं भवति अदादत् अदादत् इति भवति रूपे अदाधत् दादेर् धातो न भवत् सूत्रं न भवति तत्र हकारस्य खलु होडः अन्ते अकारः अस्ति चेत् एव भवति दादेर् धातोर्धः सूत्रस्य प्रथमनिमित्तमस्ति हकारान्त भवेत् अकारान्त अन्ते हकारः भवेत्, हकारः भवेत् खलु, अत्र हकारः नास्ति। क्रिया महोदय अग्रे भ्रम्, अत्र भ्रम् तस्य यङ् लुगुन् धातु भवति, बं भ्रम् बं भ्रम् इति अस्ति, तत्र अट् आगमः भवति, अबं भ्रम् इति अस्ति, अब भ्रम् योगः तकारः, ऐग्याभ्यो दीर्घात् ऐग्याभ्यो दीर्घात् श्रुतिस्यप्यक्तं श्रुतिस्यप् प्रक्तं हल् इति सूत्रेण तत्र तकारस्य लोपः भवति। अनन्तरम् अत्र अबं भ्रम् इति अस्ति, तत्र अन्तिमवर्णः मकारः अस्ति, तत्र मोनो धातोः इति मकारस्य स्थाने नकारः आगच्छति वा जि? अस्तु, मोनो धातोः तत्र मकारस्य स्थाने नकारः आगच्छति। अनन्तरं तत्र अतः तत्र अबं ब्रन् इति अस्ति, अबं ब्रन् इति अस्ति, तावदेव वा? मकारान्तधातोः पदान्ते अस्ति, तस्य नकारादेशः भवति, तर्हि अत्र मकारान्तधातोः मकारपदान्ते अस्ति, अतः मकारः नकारः भूत्वा अबम्भ्रन् भवति, अबम्भ्रन्। महोदय अत्र अत्र भ्रमः, अत्र बम्भ्रम् इति अस्ति, तत्र इदानीं तत्र जस्ट् बस् भव किमर्थं न भवति इति एकवारं वदतु महोदय। अत्र बं बं बकार भकार अस्ति इदानीं तत्र एकाच् भागः भवति वा तत् भम्ब् इति कुत्र भवति? भम्ब् भम्ब् इति अस्ति खलु, बम्भ् इति तत्र भवति वा? तत् किमर्थं न भवति इति एकवारं कार्यं न भवति, न भवति, न भवति अस्ति, बं बकार भकार अस्ति, बष् भावः भवति वा इति, किमर्थं न भवति इति, किमर्थम् एकाच् बम्ब् इति एकाच् भागः भवति न भवति वा, किमर्थं न भवति इति? एकाच् भागः अस्ति, परं तस्य अग्रे किं वर्ण, कः वर्णः अस्ति? अकारः अस्ति, रेफा अस्ति, औचार्य रेफा अस्ति, रेफा अस्ति, तर्हि रेफः सकारादिप्रत्ययः नास्ति, पदान्त नास्ति, ध्वं नास्ति। ओ अस्तु अस्तु अस्तु, सूत्रं कार्यं न करोति, प्रसक्तिः एव नास्ति, न प्रसक्तिः नास्ति, सत्यम्, अन्यथा चिन्तनस्य आवश्यकता एव नास्ति, तत् सूत्रं तदेव कार्यं करोति, अत्र अन्ते भवति पदस्य अन्ते इति, ये मध्ये यदि भवति एकाच भाव तत्र किमपि न भवति, हा कदापि न भवति, आं सत्यं सत्यं, कदापि न भवति अन्ते एव, आं सत्यम्, अन्ते अन्यः तस्य तस्य तस्मात् अग्रे कोऽपि प्रत्ययः भवेत् खलु, तकार अस्ति चेत् भवति वा महोदय तर्हि प्रत्ययः सकारादि प्रत्ययः अस्ति चेत् भवति वा? न श्रूयते महोदय, सकारादिप्रत्ययः भवति चेत् भवति, भवति खलु, अत्र नास्ति, अतः मध्ये मध्ये झषन्त तत्र झष्वर्णः मध्ये भवति चेत् तत्र चिन्तनस्य आवश्यकता एव नास्ति, अन्ते सद्वोः अस्ति चेत् भवति वा? सद्वोः अस्ति चेत् भवति वर्हति खलु, मध्ये अस्ति चेदपि न न प्रत्ययः कदा भवति अग्रे, यत्र सकारादिप्रत्ययः भवति खलु अग्रे, तत्र मध्ये सकारस्य अस्ति चेत् प्रत्ययः अस्ति चेत् भवतु भवितुम् अर्हति, आमां साक्षात् अग्रे भवेत्, अस्तु सा आमां सत्यं, निमित्तं साक्षात् भवेत्, सम्यक् सम्यक् आं सत्यं सत्यं महोदय, क्षम्यतां मम कदापि तत् प्रकृतिः न भवति मध्ये आसीत्, इदानीं सम्यक् अभवत्, भ्रमः आसीत्, धन्यवादः। सर्वदा चिन्तयतु, यदि सर्वदा किमपि कार्यमस्ति चेत् भिन्नमस्ति, परन्तु सर्वदा निमित्तमस्ति, परनिमित्तमस्ति, तत्र साक्षात् अनन्तरं आमाम् अव्यवहितस्य साक्षात् भवेत् सर्वदा, आमां सत्यम्। अग्रे मीना महोदय, मीना महोदय ग्रस् ग्रस् इति ग्रस् धातु दाग्रस् अदा अदा अदाग्रस् अदाग्रस् योगः ति अत्र सकारः अस्ति सकारान्तजात् प्रत्यम् हलति अदाग्रस् अदाग्रस् भवति सकारः अन्तिमवर्णः तस्मात् तिप्यश्चनस्तेः वा तिपि अन्तिमसकारस्य दकारः आदेशः सकारः दकारः भवति अदाग्रत् भवति वा अदाग्रत् अदाग्रत् तिप्यनस्तेः इति सूत्रेण सकारस्य तिपि परे दकारः भवति दकारः भवति अदाग्रत् अथवा अदाग्रत् भवति लङ्लकारे मध्यम लङ्लकारे प्रथमपुरुषे एकवचनरूपं भवति अदाघ्रद् अथवा अदाघ्रत् मध्यमपुरुषे एकवचने किं भवति महोदय अदाघ्रस् योगः इष्ट् सकारः सकारः लोपः हल्नियाप्योति सूत्रेण अगाग्रस् अत्र अन्तिमसकारस्य दकारः न सकारः भवति तथापि रुर्वा सिपि धातोरुर्वा किं वदति विकल्पेन ऋत्वम् आदेशः अदादर् भवति किम् रूपाणि अदाद्रु इस् इट् अदाघ्रकारस्य भवति अदाघ्र भवति सकारस्य निरूपं भवति ऋत्वस्य किं भवति सामान्य विसर्गः भवति तत्र अदाग्रह अदाग्रह तर्हि एकं रूपं भवति अदाग्रह अन्यानि रूपाणि कानि अदागर् न स्थिति धातो रुर्वा एकस्मिन् पक्षे रु भवति रु भवति रु भवति अदाघ्ररु रेफस्य स्थाने विसर्गः अदाघ्रः अन्यानि रूपाणि टिप् इव भवन्ति खलु अदाघ्र अथवा अदाघ्रत् अदाघ्रत् तर्हि टिप् टिपि परे रूपद्वयम् अदाघ्रत् टिपि परे रूपत्रयम् अदाघ्रत् अदाघ्रः अवगच्छन्ति वा आं महोदय अस्तु तर्हि तत्र अस्माभिः एकदोषः कृतः तत्र धातु अस्ति खलु तत्र अदाधद् भवति तत्र अदाधद् मध्ये अस्माभिः दृष्टं यत् एकाचो बशोपश् भूत्वा अग्रे झलां दशवन्ते इति भूत्वा अदाधद् इति भवति इदानीम् अदाधद् यदा भवति तत्र अधाधद् अथवा अदाधद् भवति वा अवसाने झलां दशवन्ते परन्तु मध्यमपुरुषे इदानीमपि एकं कार्यं करणीयं वचने अदाधद् इति भूत्वा इदानीं धातु दकारान्त अस्ति खलु दकारान्तधातु अग्रे एस्टि प्रत्यय परे अस्ति चेत् सूत्रं किमस्ति विशिष्टसूत्रम् सिपि धातोर्वा तत्तु सकारान्त धातु अस्ति चेत् इदानीं धातु दकारान्त अस्ति अदाधश्च इति सूत्रेण दकारस्य स्थाने ऋत्वम् आगच्छति. हा तद् अस्माभिः न कृतं खलु. तर्हि अदाधद् योगः सिप् मध्ये एकम् एकरूपं भवति अदाधद् वावसाने इत्यनेन अदाधत् अपि च दश्च इति सूत्रेण विकल्पेन ऋत्वं भूत्वा अदाधः इति अपि भवति अदाधः. तर्हि श्रूयते न श्रूयते किं भवति अद्य श्रूयते इदानीं श्रूयते महोदय इदानीं श्रूयते. तर्हि सर्वदा चिन्तयतु आङ्ग्लकारस्य प्रथमपुरुषे एकवचने मध्यमपुरुषे एकवचने रूपं समानं भवति परन्तु धातु सकारान्त अस्ति अथवा धातु दकारान्त अस्ति चेत् एकम् अधिकं रूपं भवति मध्यमपुरुषे तत्र विसर्गरूपं भवति इति चिन्तयतु. अस्तु अग्रे अग्रे अस्ति स्रप् मगर महोदय स्रिप् स्रप् स्रिप् स्रिप् सरी स्रिप् इति भवति सरी स्रिप् आम् सरी सृप् अडागमः भवति लङ्लकारे अतः अ सरी सृप् योगः तकारः तकारस्य लोपो भवति हल्याप्योग् दीर्घात् श्रुति सप्रक्तं हल् इति सूत्रेण ततः अ सरी सृप् अङ्गकार्य अङ्गगुण भवति पितस्ति अतः पुगन्तलघुपदस्य च इति सूत्रेण असरि सर्प् सर्प् भवति. आम् आम् आम् महोदय सर्वदा चिन्तयतु अल्याभ्यो दीर्घात् इति वर्णकार्यमस्ति अतः अपि च गुणकार्यं 6-4 मध्ये अस्ति अल्याभ्यो 6-1 अस्ति अतः परसूत्रमपि अस्ति अतः सर्वदा असरि असरि सर्प् सर् योग असरि सर् अतः सम्यगान्तलोपस्य च इति सूत्रं कार्यं करोति वा. आम् असरि सर् अपवादः अस्ति सेवकान्तस्य लोपः इति सूत्रात् सूत्रान्तरं सूत्रानन्तरं सूत्रं किमस्ति साक्षरान्तरोपः अस्ति राल्लोपः राक्षस्य राक्षस्य रेपात् अनन्तरं सकारस्य लोपः भवति परे सकारः अस्ति चेत् तस्य लोपो भवति. तर्हि केवलं सकारः अस्ति चेत् नियमसूत्रमस्ति खलु अस्माभिः पूर्वं पठितं राक्षस्य सूत्रं भवति रेपानन्तरं केवलं सकारस्य लोपः भवति अन्यवर्णस्य लोपः न भवति. अत्र असरी सर्प मध्ये रेपात् अनन्तरं किं वर्णः अस्ति कः वर्णः अस्ति सकारः अस्ति खलु पकारः अस्ति आम् सः सयोगान्तस्य लोपः पकारस्य लोपः न भवति असरी सर्प् इति एव तिष्ठति. अग्रे किं भवति असरी सर्प् तदनन्तरं दशं भवति वा केन सूत्रेण जलां दशन्ते इति सूत्रेण सरि सर्ब् बकार तृतीया भवति बकार अथवा असरि सर्ब् अथवा विकल्पेन असरि सर्ब् न सर्प बकारः सर्प एव सर्प भवति सर्प वावसाने इति सूत्रेण असरि सर्प असरि सर्प सर्प आम् अवगच्छन्ति वा सर्वे? आं महोदय. असवि सर्प आसीत् तदनन्तरं जलां दृश्यन्ते असरि सर्द् भवति तदनन्तरं वा अवसान असरि एव भवति. एकनिमेषः महोदय. आगच्छामि. महोदय, रात् सस्य इति सूत्रेण मध्यमपुरुषे सकारस्य लोपः न, सकारस्य एव लोप पुनः भवति सयोगान्तस्य लोपः इति वदति. सयोग अन्ते सयोगस्य लोपः भवति इति राष्ट्रस्य तदेव वदति. राष्ट्रस्य सकारस्य लोपः भवति सयोगान्तस्येति इति. परन्तु किमस्ति पुनः किमर्थम् उक्तमस्ति इत्युक्ते सकारस्य एव यदि रेफात् परः सकारः अस्ति चेत् एव भवति, अन्यथा न भवति. रेफसकारः अस्ति चेत् एव भवति. अत्र रेफस्य अनन्तरं सकारस्य चेत् सकारस्य चेदेव भवति, अन्यत् अन्यवर्णास्ति चेत् न भवति इति अस्ति. रेफानन्तरं चकारवकारः तद् भिन्नमस्ति. राल्लोप इति यत् तत्तु अङ्गकार्यमस्ति. अत्र सकारस्य रेफः अस्ति. हा, अतः एव कुत्र नास्ति खलु अस्ति पकार खलु संयोग पकार अर्प सर्प खलु पकार अन्ते अन्ते अन्ते खलु पदान्ते पदान्ते खलु अतः न भवति. रेपस्य अनन्तरं पकारः अस्ति. नियमसूत्रमस्ति, नियमयति इति. रेपात् अनन्तरं सकारः अस्ति चेत् तस्यैव भवति. अत्र पकारः अस्ति. रघुपति आचार्य खलु रघु इदानीं इदानीं केन कृतं? मम क्रमः भवान् मलर् महोदय पृष्टवान् आसीत्. अस्तु, इदानीं मीना महोदय खलु. करोमि अहं करोमि. अस्तु, अजा अजा जन्स् इति अस्ति. अजा जन्स् योग तकारः तत्र अजा जन्स् तकारः अस्ति. तत्र अहल्गेभ्यो दीर्घसूतिस्य पृष्ठं हलित्तनेन तकारस्य लोपः. अजा जन्स् इदानीम् अजा जन्स् इति अत्र संयोगान्तस्य लोपः इत्यनेन तत्र लोपः भवति. अतः अजाजन् एव. अजाजन् अजाजन् अग्रे विजयमहोदय. हुर्चि इति अस्ति अत्र. हो हो हुर्चि इति अस्ति. तत्र अन्तिमवर्णः चकारः अस्ति अतः तत्र वृष्य वृष्य इति बृहत् सूत्रेण एतदेव खलु. तत्र हुर्चि इति सूत्रमस्ति. ओ हुर्चि इति पदं धातु अस्ति. हो हुर्चि तकारः प्रथमम् अट्टागमः भवति. अहो हुर्चि इति भवति तकारः. अनन्तरं तत्र रेपः अस्ति खलु. रेपात् अनन्तरं चकारः विशिष्टम् अङ्गकार्यमस्ति. केन? रालोपः. रालोपः इति सूत्रेण तत्र चकारस्य लोपः भवति. रालोपः इति सूत्रेण चकारस्य लोपः भवति. अतः अहो हुर् अहो हुर् इति भवति. अहो हुर् योगः तकारः तत्र तकारस्य अल्गाभ्यो दीर्घात् सुतिशक्तिरिक्तं अस्मादपि पूर्वम् एकम् अङ्गकार्यम् अस्ति, इदानीम् उपधारः अस्ति खलु, रेप एकनिमिषं जि, तत्र तत्र रेपः अस्ति चेत् उपधायां दीर्घः इति सूत्रेण न तत्र पुगन्धलघुपदस्य इति सूत्रेण गुणः भूत्वा अहो हर् इति भवति, अहो होर् इति भवति। किम् अस्ति जि? उकारस्य गुणः उपधायः अस्ति, गुणः भूत्वा अहो होर् इति भवति खलु। अनन्तरं तत्र रात् सस्य इति सूत्रं सामान्यकार्यम् इदानीं सामान्यकार्यं तन्न संयोगः नास्ति एतत् तकारे अल्याव्यो दीर्घात् श्रुतिशक्तिर् अपृक्तम् इति हल् इति सूत्रेण तकारस्य लोपः भवति। अनन्तरम् अहो होर् इति अस्ति खलु, इदानीं सामान्यमस्ति अहो हो हो इति चतुर्जुः रुः इति सूत्रेण ऋतुं भूत्वा अनन्तरं कर अवसानयो विसर्जनीयः इति सूत्रेण न अहो होर् इति अस्ति खलु, ऋत्वं भूत्वा करावसानयो विसर्जनीयः सूत्रेण अहो हो हो इति भवति वा? किमर्थं भवति ऋत्वम् अस्ति एव अत्र विसर्जनीयः न रेपस्य स्थाने विसर्गः आगच्छति तावदेव अत्र तावदेव अस्ति करवसानयोः विसर्जनी प्रसक्तिः नास्ति अत्र, ऋत्वम् अस्ति, ऋत्वस्य स्थाने विसर्गः एव आगच्छति तावदेव अहो हो हो इति भवति। अस्तु इदानीम् अग्रे रघुपतिमहोदय भवान् करोतु व्रत् अत्र दत्तमस्ति महोदय तत्र अवरि वर्त् अवरि वर्त् इति पठतु। अस्तु वृत् वरिवृत् वृत् इति वरिवृत् इदानीम् अवरिवृत् इति भवति अडागमः भवति अवरिवृत् एव तकारः अस्ति पुगन्तलघुपत् इति सूत्रेण अवरिवर्त् इति भवति अवरिवर्त् योगर्ता इदानीं तत्र तकारस्य लोपः भवति हल् ग्याभ्यो दीर्घ सूतिस्य अपृक्तं हल् इत्यनेन अवरिवर्त् इदानीम् अस्ति अवरिवर्त् रेफतकारः अस्ति अतः तत्र राक्षस्य इत्यनेन तत् नियमसूत्रेण लोपः बाधितः भवति अवरिवर्त् एव इति अस्ति अवरिवर्त् इदानीम् अवरिवर्द् इति भवति अवरिवर्द् इदानीं दकारः अस्ति पदान्ते अस्ति अतः वावसानित्यनेन चर्त्वं विकल्पेन अवरि वर्त् अवरि वर्द् इति इदानीम् अग्रे राक्षस्य इति किं भवति सूत्रं किं करोति राक्षस इति वदति यदि रेफात् परः अन्यवर्ण केवल लोपः भवति केवलं सकारः अस्ति चेत् एव लोपः भवति अन्यत्र न भवति इति संयोगः अस्ति अन्ते संयोगान्तस्य लोप इत्यनेन भवेत् इदानीं वर्त् इत्यस्मिन् परन्तु न भवति किमर्थमिति राक्षस्य इति नियमयति केवलं सकारस्य एव अस्ति चेत् सकारस्य चेदेव तस्यैव लोपः भवति न तु अन्यानां वर्णानां तत्र संयोगान्तस्य पदस्य रेपात् परस्य केवलं सकारस्य एव लोपः भवति परन्तु तत्र वरिवृत्ति एव अस्ति खलु वरिवर्ति इति अस्ति सकारः एव अन्तिमवर्णः तत्र राक्षस्य कार्यं किम् अस्ति अत्र रेपः वरिवर्त् ओ रक् रेपः अस्ति अतः तत्र सकारस्य एव लोपः भवति खलु, परन्तु तत्र तकारः एव तिष्ठति. न न तत्र अर्थ इति अस्ति खलु, रेफ तकारः अस्ति. सामान्यतः संयोगान्तस्य लोप इत्यनेन कार्यं भवेत् खलु, किमर्थं न भवति इति कर्तुं तत्र रासस्य इति सूत्रस्य आवश्यकता अस्ति. किमर्थं न भवति इति, बाधितम् इति रासस्य इति बाधितं भवति इति वदति. तकारस्य लोपः न भवति, अन्यथा भवति स्म. अत्र न कार्यं करोति संयोगान्त संयोगान्त्यस्य लोपः इति सूत्रेण तकारस्य लोपः भवति वा? हा भवेत्, भवितव्यम् आसीत्, परन्तु तद् बाधयति रासस्य इति सूत्रं, नियमसूत्रमस्ति, नियमयति केवलं बाधकमस्ति अत्र. अनन्तरम् आमां सामान्यकार्यमस्ति अवरिवर्त् जलं दशवन्ते वावसाने तदेव. अस्तु अस्तु, धन्यवादः. अतः अत्र वरिवर्द् इति जलं दशवन्ते इति सूत्रेण, अनन्तरं वा अवसाने इति सूत्रेण वरिवर्त् रूपद्वयम् अस्ति विकल्प. सम्यक्, लैट् पवर् कट् आफ् अस्तु. हा तर्हि कुत्र अस्ति आसीत् अवरिवर्त् खलु, टिप् प्रत्यये. तर्हि टिप् प्रत्यये परे अवरिवर्त् अवरिवर्त् कथं भवति परे, अवगच्छन्ति वा महोदय? इदानीं सिप् परे मीना महोदय, सिपि परे किं पठतु? सिपि परे अवरिवृत् यथा यथा सिपि परे अवरिवर्त् अवरिवर्द् दश्च इत्यनेन सिपि परे धातोः पदान्तदकारस्य स्थाने विकल्पेन रु आदेशो भवति. अवरिवर् धातोः पदान्तदकारस्य रुत्वं भवति वा दश्च इति सूत्रेण? दश्च इति सूत्रेण कुत्र अस्ति दश्च? धातोः पदस्य ऋकार रुः वा सिपि परे वा सिपि परे. एकस्मिन् पक्षे अवरिवर् अन्यस्मिन् पक्षे अवरिवर् दकारस्य स्थाने विकल्पेन रु आदेशो भवति अवरिवर् रोरित्यनेन रेपस्य रेपे परे अवरिवर् रेपस् रेपे रेपेन परं भवति र लोपः अवरिवर् कुत्र रोरि किमर्थं तत्र भवति अवरिवर् अस्ति भवति दश्च इति सूत्रेण रोरि इत्यनेन रेपस्य परे अत्र रेफद्वयमस्ति खलु अवरिवर् अवरिवर् अवरिवर् रेफद्वयमस्ति अत्र रीद् अनन्तरं वकारः अस्ति अनन्तरं रेफद्वयमस्ति खलु रेपद्वयमस्ति एकरेपः अस्ति एक कथमस्ति अवरिवर्द् मध्ये दकारस्य स्थाने एकरेफः तु अस्ति तस्य अनन्तरं दकारः अस्ति दकारस्थाने रेफः भूत्वा इदानीं रेफद्वयमस्ति खलु अवरिवर्द् तदनन्तरं दकारः रेपः भवति तर्हि एकानन्तरं रेफद्वयमस्ति खलु इदानीं अवरिवर् अस्ति न आगच्छति वा अवरिवर्द् एव शृणोतु अवरिवर्द् अस्ति दश्च इति सूत्रेण दकारस्य स्थाने रेफा भवति खलु अवरिवर् अवरिवर् इत्यनेन रेपस्य रेपे परे लोपः ऋकारः लोपः अवरिवर् ध्रलोपे पूर्वस्य दीर्घो अणः इत्यनेन डरेपयोः लोपनिमित्तयोः पूर्वस्याणो पूर्वस्य अणो दीर्घः पूर्वस्य अणुदीर्घः अवरि वा दीर्घः भवति ड्रलोपो ड्रलोपे डकार ड रेप रेपयोः लोपनिमित्तयोः ओके अतः अत्र लोपः पूर्वस्य दीर्घः दीर्घो अणः पूर्वस्य अणो दीर्घः ढकारलोपः अथवा रेपलोपः भवति तदा तस्मात् पूर्वं यत् अण् प्रत्याहारस्य वर्णः अस्ति नाम अ इ उ तस्य दीर्घं भवति अत्र रोरि इत्यनेन रेपस्य लोपः अस्ति खलु लेपस्य लोपः अथवा ढकारस्य लोपः अस्ति चेत् तस्मात् पूर्वं यत् अण् अस्ति तस्य दीर्घत्वं भवति अतः वर् मध्ये अकारः अस्ति खलु तस्य वार् भवति अवरिवार् भवति कर अवसाने विसर्जनीयः इत्यनेन अवसाने स्थाने विसर्गादेशः अवरिवाः महोदय अत्र रोरि इति रासस्य अपि तस्य अत्र अपवादः भवति खलु रासस्य अपवादः अत्र रेफत् रेफय अपि संयोगः अस्ति अतः तत्र रासस्य इत्यनेन तत् न भवेत् लोपः न भवेत् रातस्य रेपस्य केवलं सकारः एव लोपः भवति परन्तु रोरि इति मध्ये तत्र रेपस्य रेपः एव भवति लोपः भवति न अपि च अत्र रात्स अत्र महोदय पश्यतु अवरिवर् अत्र रोरि अपि किमपि अत्र किं किं वदति भवान् इदानीं पश्यतु अत्र रासस्य तु पूर्वमेव गच्छति खलु अस्ति एकवारं न एय्ट् टु ट्वेण्टि फोर् अस्ति रासस्य यत् एय्ट् त्री ट्वेण्टि फोर् अस्ति एतत्तु इदानीं तत् एय्ट् टु एय्ट् फोर्टीन् संयोगः अस्ति खलु महोदय तत्र अवरि वर् वर् अतः संयोगः अस्ति चेत् रासस्य इत्यनेन नियमः इति लोपः न भवेत् परन्तु इदानीं रोर् इत्यनेन लोपः भवति अस्तु पूर्वरूप अस्तु अस्तु महोदय धन्यवादः पूर्वपरि वर् अस्ति एतत् शृणोतु अवरि वर्ग् इति पदं रासस्य संयोगान्तस्य लोपम् इति सूत्रं सर्वं विचिन्त्य अनन्तरमेव आगच्छति खलु अवरि वर्ग् आमामाम् आम् सत्यं महोदय अनन्तरं दश्च इति सूत्रं परसूत्रमस्ति तदनन्तरं रोरि परसूत्रमस्ति इदानीं पुनः सत्यं सत्यं तर्हि पूर्वत्र सिद्धम् इत्यनेन पूर्वसूत्रम् अन्यसूत्रं न पश्यति एव न पश्यति क्षम्यताम् अपि च परसूत्रेण यत् कार्यं कृतं तदपि न पश्यति न पश्यति आमां सत्यं क्षम्यताम् आम् ए त्री ट्वेण्टि फोर् अस्ति सोरि क्षम्यता ए त्री फोर्टीन् अर्थात् क्रमेण गन्तव्यम् आम् एकवारं गच्छामः तत्र पुनः पूर्वं न गन्तव्यं बेक् ट्राक् न गन्तव्यम् आमां सत्यं वन्वे ट्राफिक् वन्वे ट्राफिक् परन्तु ड्रलोपे इति षष्ठाध्यायः अस्ति तत्तु पत् पश्यति विशेषमस्ति इति कृत्वा षष्ठाध्यायः अस्ति परन्तु तत् सत्यमस्ति तत्र यदि ड्रलोपे इति कार्यं न करोति चेत् कुत्रापि तस्य कार्यं न भवति अतः यद्यपि तत् षष्ठाध्यायः अस्ति तर्हि तस्य अत्र कार्यं भवति प्रश्नसमीचीनः अस्ति पूर्वत्र सिद्धमस्ति चेत् कथं षष्ठाध्यायस्य कार्यम् इदानीं भवति सत्यम् परन्तु ढलोपे विशिष्टसूत्रमस्ति तत्र अपवादरूपेण यदि तस्य कार्यं तस्य तत्र यदि अत्र कार्यं न भवति चेत् कुत्रापि कार्यं न भवति तत्र निरवकाशत्वेन अतः भवति ढलोपे पूर्वसिद्धिर्भवान् अत्र रोरि रोरि इत्यनेन एव तस्य निमित्तं भवति अतः रोरि अनन्तरम् एव तस्य कार्यं भवितुं शक्नोति यथार्थात् सदृशोरुः इति अस्ति तत्र तत्रापि सदृशोरुः परन्तु तत्र अस्ति खलु विसर्गसन्देहः भवति उत्तमं भवति खलु अस्तु अतोरुः अप्लुतात् अप्लुते उत्तमं भवति तत्र रोरि इत्यनेन सारि ससरुः इत्यनेन विसर्ग ऋत्वेन अनेन एव भवति तत्र उत्तमं तर्हि सर्वे आगच्छन्ति वा तर्हि तिप् प्रत्यये अवरिवर्त् अवरिवर्द् परन्तु स्विप् प्रत्यये परे अवरिवर्ध अवरिवर्त् अवरिवाह रूपत्रयम् अस्तु. तर्हि रोरि इति सूत्रं पठतु मीना महोदय, किं वदति? रोरि रेपस्य लोपो लोपः रेपे परे, रः षष्ट्यन्तं रि सप्तम्यन्तं, द्विपदमिदं सूत्रं. डोडे लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः, तयोर्व्यावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं रः लोपः रि संहितायां, रेपपरस्य रेपः लोपः, तदेव किमपि नास्ति. रोरि रः इति षष्ट्यन्तं, रि इति सप्तम्यन्तं, ढोडे लोपः इत्यस्मात् लोपस्य अनुवृत्तिः. तर्हि रः लोपः रि संहितायां, तर्हि संहितायां विषये नाम यदा स्पर्शः भवति तत्र रेपात् परे रेफस्य लोपः, नाम र र इति यदा भवति तत्र सर्वदा प्रथमरेफस्य लोपः भवति, एकरेफः एव भवितुं शक्नोति इति. तर्हि रो रि, रः लोपः रि संहितायाम्. अस्तु अग्रे मदर महोदय, ढ लोपे पठतु सूत्रम्. आं महोदय, दलोपे पूर्वस्य दीर्घो नः, द रेपो रेपयोर्लोपनिमित्तयोः पूर्वस्यो न पूर्वस्यो पूर्वस्यानो दीर्घः, डकाररेपयोः लोपस्य निमित्तिक डकाररेप रेपे परे अन् प्रत्याहारे स्थितस्य दीर्घादेशो भवति. दलोपे इति द्वन्द्वगर्भ उपपद तत्पुरुषसमासः, डकारः च रकारः च ड्रौ इतरेतरो द्वन्द्वः, ड्लोप् लोपयति इति ड्रलोपः, तस्मिन् ड्रलोपे ड्रलोपः गर्भद्वन्द्वः उपपद तत्पुरुषः, ड्रलोपे सप्तम्यन्तं पूर्वस्य षष्ट्यन्तं दीर्घः प्रथमान्तम् अनः षष्ट्यन्तम् अनेकपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णम्. तलोपे पूर्वस्य अनः दीर्घः किं वदति इति, डकारः वा रेपस्य लोपः भवति तस्य पूर्वस्थितस्य अन् प्रत्याहारस्य वर्णः दीर्घः भवति इति सूत्रं वदति. नाम यदि ढकाररेफयोः निमित्तं च यदि ढकाररेफयोः लोपः भवति, यस्य निमित्तं ढकाररेफः अपि एव अस्ति, ढकारलेप एव निमित्तम् अस्ति खलु, ढकाररेफयोः लोपस्य निमित्तं ढकाररेफपरे, नाम ढकाररेफ यदा तस्य लोपं भवति ढकाररेफ ढकाररेफनिमित्तेन, नाम रोरि मध्ये अस्ति खलु, रेफस्य निमित्त लोपः भवति रेफनिमित्तात्, तथैव यदि डबल् ढकारः डबल् रेफः अस्ति तदा लोपः भवति, तदा तादृशी स्थित्यां पूर्वं यत् अण् प्रत्याहारस्य वर्णः अस्ति नाम अ इ ओ तस्य दीर्घं भवति. तस्य उदाहरणम् अस्ति प्रसिद्ध उदाहरणं विसर्गसन्धिमध्ये, अग्रे पश्यतु महोदय. तस्मात् यत्र यत्र रोरि सूत्रः सूत्रं प्रसक्तिः अस्ति तदनन्तरं प्रलोपे पूर्वस्य दीर्घाणः भवति वा तस्मात् पूर्वम् अण् इति अस्ति चेत् अण् अस्ति चेत् सर्वदा अण् नास्ति, अण् नास्ति चेत् न भवति, अण् अस्ति चेत् दीर्घं भवति. यत्र यत्र रोरि भवति तत्र तत्र अनन्तरं सर्वदा ढलोपे पूर्वस्य दीर्घोण इति सूत्रस्य प्रसक्तिः भवति न वा इति चिन्तनीयम्. अस्तु अग्रे, विसर्गसन्तौ रेपस्य प्रसिद्धोदाहरणं पुनः रमते, पुनर्योगः रमते, रोरि इत्यनेन रेपस्य रेपे परे लोपः, पुनर्योगः रमते, प्रलोपे पूर्वस्य दीर्घोणः इत्यनेन पुनारमते अस्मिन् वृत्तान्ते रेपः एव रेपस्य लोपस्य निमित्तं रेपलोपनिमित्तिकरेपात् प्राक् अन् प्रत्याहारे अन्यतमवर्णो अस्ति अकारः इति अतः अनः दीर्घत्वं भवति अत्र पुनः रमते इति अस्ति चेत् विसर्गस्थाने रकारः पुनर्योगः रमते रेपात् रोरि इति सूत्रेण रेपस्य लोपः भवति अतः पुनर्योगः रमते तदनन्तरं डलोपे पूर्वस्य दीर्घोणः इति सूत्रेण रोपः रेपः लोपः भवति निमित्तमस्ति अतः अस्य डलोपे पूर्वस्य दीर्घोणः इति सूत्रं कार्यं करोति पूर्वस्थित अकारः आकारः भवति पुनारमते इति भवति अवगच्छन्ति वा परन्तु एतत् इष्टरूपं नास्ति खलु पुनारमते इति विवक्षा अस्ति वा अत्र पुनारमते इति विवक्षा इत्युक्ते वा नास्ति खलु सन्धि करणीया खलु पुनरमते इति आद पुनरमति इति एव इष्टरूपमस्ति पुनरमति इति इष्टरूपं नास्ति खलु न पुनरमते ऐदर् पुनः रमते करोतु तत्र सन्धेः विवक्षा एव नास्ति इच्छा एव नास्ति परन्तु यदि सन्धि करणीया अस्ति तत्र पुनर्रमते तथा न कर्तुं शक्नोति पुनर्रमते मध्ये रेपस्य लोप करणीय एव पुनरमते एव भवति न एतत् लोपे पूर्वस्य दीर्घोणः इति सूत्रेण पुनरमते इति आगच्छति परन्तु एतत् इष्टरूपं नास्ति इति कुत्रापि वयं न दृष्टवन्तः खलु पुनरमते इति भवति भवति इष्टरूपमेव अस्ति किमर्थम् इष्टरूपं नास्ति अस्तु इतः पर्यन्तं मया न दृष्टम् अतः एव मया उक्तम् अस्तु जि धन्यवादः नास्ति अस्तु अग्रे रघुपतिमहोदयस्य प्रश्नः अस्ति मीनामहोदय पठतु मीनामहोदय रोरि पठति खलु विजयामहोदय अत्र कश्चन प्रश्नः उदेति अत्र कश्चन प्रश्नः उदेति यत् रोरि त्रिपादिसूत्रं द्रलोपे पूर्वस्य दीर्घोणः इति एतत् सप्ताध्याय्याम् इति कारणतः पूर्वात्र सिद्धम् इत्यनेन रोरि इत्यस्य कार्यम् असिद्धं न भवति किम् अत्र सिद्धान्तः कार्यं करोति आश्रयात् सिद्धत्वं यावत् पर्यन्तं रोरि न स्यात् तावत् पर्यन्तं द्रलोपे पूर्वस्य दीर्घोणः इत्यस्य रेपे प्रसक्तिः न भविष्यति प्रसक्तिः न भविष्यति एव रोरि इत्यस्य आश्रयेण द्रलोपे पूर्वस्य दीर्घोणः इत्यस्य कार्यं सिद्ध्यति रोरि नास्ति चेत् द्रलोपे पूर्वस्य दीर्घोणः निरवकाशं भवति रोरि इति सूत्रं त्यक्त्वा द्रलोपे इत्यस्य रेपनिमित्तिकत्वं निरर्थकं किमर्थं न द्रलोपे पूर्वस्य दीर्घो नः इति सूत्रं रोरि इत्यस्य अनन्तरम् अष्टाध्याय्यां स्थाप्येत् इति चेत् द्रलोपे पूर्वस्य दीर्घोणः इत्यस्य दीर्घशब्दस्य अनुवृत्तिः आवश्यकी इत्यस्मात् आरभ्य षष्ठाध्याये तृतीयपादे द्वादशाधिको एकशतम् इत्यस्मात् आरभ्य षष्ठमाध्याये चतुर्थपादे अष्टादश इति यावत् पर्यन्तं तत्र कार्यं भवति इति अत्र अस्ति भवान् एव वदतु जि किमपि नास्ति इतः पर्यन्तं वयम् एतत् विषये चर्चां कुर्वन्तः खलु किञ्चित् चर्चा कुर्वन् यत् रोरि त्रिपाद्याम् अस्ति तदनन्तरं ढ्रलोपे पूर्वस्य दीर्घोण षष्ठी भ्रष्टमाध्याये अस्ति तर्हि पूर्वत्र सिद्धम् इत्यनेन कथं रोरि अनन्तरं ढ्रलोपे पूर्वस्य दीर्घोण सूत्रं कार्यं करोति? यतोहि त्रिपाद्यां नास्ति खलु, तस्य प्रश्नः उत्तरमस्ति रोरि इति यदा कार्यं करोति तदनन्तरमेव ढ्रलोपे पूर्वस्य दीर्घोऽणस्य कार्यं भवितुं शक्नोति. ढ्रलोपे पूर्वस्य दीर्घोऽण इति सूत्रस्य कृते निमित्तम् अस्ति रेफनिमित्तं रेफस्य लोपः, तद् रोरि इति सूत्रेण एव भवति. रोरि नास्ति चेत् ढ्रलोपे पूर्वस्य दीर्घोऽणस्य इति सूत्रस्य निमित्तं न भवति. तथा नास्ति चेत् सूत्रं कदापि कार्यं न कर्तुं शक्नोति, निरवकाशः भवति, सूत्रं कदापि निरवकाशः न भवेत्. अतः यद्यपि सूत्रं पूर्वत्र सिद्धम् इति तस्य इति अधिकारसूत्रात् प्राक् भवति, परन्तु आश्रयात् सिद्धत्वम् इत्यनेन रोरि अनन्तरं ढ्रलोपे पूर्वदीर्घोऽणस्य कार्यं भवति. न भवति चेत् कुत्रापि भवितुं न शक्नोति, निरवकाशं भवति. अतः तत्तादृशं न करणीयम्. तर्हि अस्तु, तदास्ति चेत् प्रश्नः भवति, तदास्ति चेत् किमर्थं पाणिनिना त्रिपाद्यामेव रोरि इति सूत्रानन्तरमेव ध्रलोपे पुरुषदीर्घवर्ण किमर्थं न स्थापितं, किमर्थं षष्ठाध्याये स्थापितं? तस्य अर्थः, तस्य उत्तरमस्ति अनुवृत्तिवशात्. सः इच्छति यत् ध्रलोपे पुरुषदीर्घवर्ण इति सूत्रात् दीर्घशब्दस्य अनुवृत्ति अग्रे भवेत्. अतः 63111 इति सूत्रमस्ति ढ्रलोपे पूर्वस्य दीर्घवर्णः. 63112 तः 6418 पर्यन्तं सूत्र तत्र दीर्घशब्दस्य अनुवृत्ति भवति. अतः अनुवृत्तिवशात् ढ्रलोपे पूर्वस्य दीर्घवर्णः षष्ठमाध्याये स्थापितं. वस्तुतः तस्य कार्यं सर्वदा तत्र रोरि अनन्तरमेव भवति, रोरि अथवा ढोढे लोपः. तस्य कार्यं सर्वदा त्रिपाद्यमेव भवति, परन्तु तस्य स्थापनं षष्ठाध्याये कृतम् अनुवृत्तिवशात्. सर्वे आगच्छन्ति वा? सर्वदा चिन्तयतु, पूर्वत्र सिद्धम् इति सर्वं सर्वं भवति, परन्तु मुख्यसिद्धान्तं किम्? अष्टाध्याय्यां किमपि सूत्रं कदापि निरवकाशं न भवेत्. कुत्रापि सूत्रं निरवकाशं यदि भवति, तादृशं यदि भवति चेत् तादृशं मा करणीयं. न श्रूयते महोदय, किमपि भवतः ध्वनि न श्रूयते. श्रूयते वा? न श्रूयते, न श्रूयते महोदयस्य प्राय समयः अपि अभवत्. समयः अभवत् खलु आचार्य? आमां, तत्र किञ्चित् पश्यामि, तत्र प्रायः आगच्छेत् अनन्तरमेव गच्छामः. इदानीं पुनः हलो हलो इदानीं श्रूयते. वयं सर्वे सन्ति एव, सम्यक् कर्कट् भवति सर्वदा, वैफै भग्नं भवति. अस्तु, बेङ्गलूरु मध्ये किमर्थं सिटि मध्ये? अहं ग्रामे अस्मि, परन्तु सम्यक् अस्ति वैफै अत्र भवति, परन्तु अत्र जनरेटर् अस्ति अतः शीघ्रमेव आगच्छति, परन्तु वैफै भग्नं भवति. अस्तु, तर्हि इदानीं समयः समाप्तः. अत्र कस्यापि प्रश्नः अस्ति वा? महोदय, धन्यवादः. अस्तु, तर्हि इदानीं मेलिष्यामः. धन्यवादः. धन्यवादः महोदय, शुभरात्रिः. शुभरात्रिः. धन्यवादः महोदय, शुभरात्रिः.